ॐ सहना भवतु, सहनौ भुनस्तु, सह वीर्यं करवावहै, तेजस्विनावतीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरि ओं, धन्यवादः, धन्यवादः भगिनी। सर्वेभ्यो नमस्कारः। अस्मिन् वर्गे सर्वेषां स्वागतम्। अत्र अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां विभक्तयः इति। तत्र वयं प्रथमाविभक्ति, द्वितीयाविभक्ति, तृतीयाविभक्ति, चतुर्थी अपि कृतवन्तः। अद्य तत्र पञ्चमी, षष्ठी, सप्तमी इति तदपि अद्य कुर्मः। किन्तु तस्य पूर्वं किञ्चित् पुनस्मरणं कुर्मः। तत्र हलन्तपदानां द्वितीया, तृतीया, चतुर्थी विभक्तिरूपाणां किञ्चित् पुनस्मरणं कुर्मः। तदनन्तरम् अग्रे गत्वा पञ्चमी, षष्ठी इति पश्यामः। तत्र एतत् कुर्मः। तत्र भवान् शब्दस्य इति प्रथमतया तद्रूपं पश्यामः। तदनन्तरम् अन्य शब्दानां रूपाणि अपि पश्यामः। अस्तु, तत्र भवान् शब्दस्य तकारान्त भवत् शब्दस्य तत्र प्रथमतया तत्र केवलम् एकवचनरूपं सप्तसु विभक्तिषु, किन्तु केवलम् एकवचनरूपम्। सूर्यकुमारी भगिनी नमस्कारः भगिनी। अस्तु, तत्र शुभदा भगिनी वदति वा, भवान् शब्दस्य केवलम् एकवचने रूपाणि? आं महोदय, तकारान्तः भवत्, भवान्, भवन्तं, भवता, भवते, भवतः, भवतः, भवति। हा, इति। अतः तत्र पेटर्न् किम् अस्ति इति किञ्चित् वदति वा तत्र? पञ्चमी अपि तु षष्ठी एकवचनमेव तत्र किं भवति? भवतः अपि, भवतः तत्र सामान्यमस्ति, समानरूपमस्ति। अपि सप्तमी विभक्तौ किम् अस्ति अन्ते? सप्तमी विभक्ति भवति, भवति इति अन्ते इकारान्तः अस्ति, इकारान्तपदम् अस्ति भवति इति। अपि चतुर्थी कीदृशं भवति? तत्र अन्ते किम् अस्ति? चतुर्थी भवते अस्ति, भवते अस्ति। अपि तृतीया? तृतीया भवता। हा, एतदेव पेटर्न् अस्ति। तत्र तृतीया मध्ये एकवचने था आकारान्त, चतुर्थी मध्ये एकारः अन्ते, पञ्चमी षष्ठी समानरूपम्, अपि सप्तमी विभक्तौ इकारान्त। एतत् साधारण पेटर्न् अस्ति। तत्र सर्वत्र एतादृशस्थितिः इति न, किन्तु आधिक्येन एषा एव स्थितिः। अस्तु, समीचीनम्। अग्रे तत्र आत्मन् शब्दस्य तत्र द्वितीया विभक्तिरूपं किम् अस्ति इति सूर्यकुमारी भगिनी वदति वा? आत्मन् पदस्य प्रथम अपि द्वितीया विभक्तिरूपाणि? महोदय, प्रथम आत्मा आकारान्तः, द्वितीय आत्मानम्। इदानीं तत्र त्रिषु वचनेषु अपि वदतु, तत्र प्रथम अपि द्वितीय विभक्ति। आत्मा प्रथमविभक्ति, आत्मा, आत्मानौ, आत्मानः। द्वितीय आत्मानम्, आत्मानौ, आत्मनः, आत्मनः इति। समीचीनं भगिनि, हा, समीचीनम्। अस्तु, तत्र अग्रे तत्र नरेश महोदय, इदानीं तत्र आत्मन् शब्दस्य तृतीया चतुर्थी कीदृशं भवति त्रिषु वचनेषु? एकवचनेषु न त्रिषु वचनेषु। तृतीयविभक्ति आत्मना, आत्मभ्याम्, आत्मभिः। चतुर्थी आत्मने, आत्मभ्याम्, आत्मभ्यः। आत्मभ्यः इति समीचीनम्. अस्तु रघुपति महोदय, इदानीं तत्र भवान् शब्दस्य तृतीया चतुर्थी कीदृशं भवति? महोदय, त्रिषु वचनेषु वा? त्रिषु वचनेषु, त्रिषु वचनेषु. तत्र भवता भवता भवद्भ्यां भवद्भिः इति इदानीं चतुर्थी विभक्ति भवते भवद्भ्यां भवद्भ्यः इति भवद्भ्यः. समीचीनं महोदय. तत्र अत्र पेटर्न् किमस्ति, द्विवचने तत्र तृतीया चतुर्थी पञ्चमी तत्र अन्ते किं भवति? द्विवचने द्विवचने द्विवचने हा भ्यां भ्याम् इति सर्वत्र नास्ति, भवद्भ्यां भवद्भ्याम् इति हा इति अपि. तत्र चतुर्थी अपि पञ्चमी मध्ये किं भवति बहुवचने? हा भवद्भ्यः इति भवति, भवद्भ्यः भवद्भिः इति. हा तृतीयविभक्तौ भवद्भिः, तत्र इकारान्तः दृश्यते तत्र भवद्भिः इति. हा तदेव साधारणतया पेटर्न् अस्ति खलु, तत्र तृतीयविभक्ति बहुवचने भवद्भिः वणिग्भिः इति भवति. हा चतुर्थी पञ्चमी मध्ये सामान्यरूपम् इति. हा समीचीनं महोदय. अस्तु इदानीं तत्र गीतासोपानि यत् तत्र तृतीया चतुर्थी विभक्तिरूपाणि सन्ति तत्र किञ्चित् तत्र एकवारं तस्य पुनस्मरणं कृत्वा अग्रे गच्छामः. अतः तत्र पेज् 19 गीतासोपने पेज् 19 पश्यतु. तत्र तत्र एतत् कुर्मः इदानीं तत्र हा लक्ष्मी भगिनी तत्र पेज् 19 पश्यति खलु, तत्र धीमत् शब्दस्य रूपाणि दत्तानि सन्ति खलु द्वितीयविभक्तौ गीतासोपने पेज् 19. हा तत्र एतत् करोतु भगिनि, तत्र उत्तमः धीमत् इति तस्य उत्तमः धीमत् अस्ति चेत् तत्र प्रथमविभक्तौ रूपं किं भवति? उत्तमः धीमत् अतः उत्तमधीमत् अतः भवति उत्तमः धीमान्. द्विवचने किं भवति? न न उत्तमः धीमान् हा उत्तमः उत्तमौ उत्तमाः इदानीं मिलित्वा वदतु उत्तमः धीमान् उत्तमाः धीमन्तः. इदानीं द्विवचन द्वितीयविभक्तिरूपं धीमतः धीमतः उत्तमं धीमन्तम् उत्तमौ धीमन्तौ उत्तमान् समीचीनं भगिनि. हा अग्रे तत्र तृतीया विभक्ति हा अस्तु अस्तु एतत् समीचीनम्. अग्रे अग्रे पुनः पृच्छामि भगिनि. हा अस्तु तत्र शुभदा भगिनि, इदानीं तत्र तृतीया विभक्ति उत्तमः उत्तम धीमत् उत्तमेन धीमता उत्तमाभ्यां धीमद्भ्याम् उत्तमैः धीमद्भिः. इदानीं समीचीनं चतुर्थी चतुर्थी उत्तमाय धीमते उत्तमाभ्यां धीमद्भ्याम् उत्तमेभ्यः धीमद्भ्यः. हा समीचीनं भगिनि. हा अस्तु इदानीं नरेश महोदय अग्रे तत्र तत्र पतिं साधारणतया न पश्यामः किन्तु अस्तु तत्र उत्तमः उत्तमपतिन् इति तत्र हा प्रायशः रघुपतिमहोदय एव स्मरति तत्र प्रथमविभक्तिरूपं किमस्ति इति स्मरति वा महोदय? पतिं शब्दस्य तत्र किं किमस्ति पन्तान् पन्तान् पन्ताः इति पन्ताः पन्ताः पन्तानौ पन्तानः इति वा पन्ताः पन्तानौ पन्तानः अत्र न बहुवचने दत्तम् अस्ति अन्ते परिशिष्टं भागे अस्ति महोदय ओ तत्र अस्ति अस्तु अस्तु अस्तु समीचीनं पन्ता इति अस्तु अस्तु महोदय अतः नरेश् महोदय तद् दृष्ट्वा तत्र प्रथमापि द्वितीया विभक्तिरूपाणि वदतु महोदय उत्तमः पन्ताः इति उत्तमं पन्थानं न न प्रथमविभक्तिरूपमपि उत्तमः पन्थाः उत्तमौ पन्थानौ उत्तमाः पन्थानः द्वितीयापि द्वितीयापि उत्तमं पन्थानम् उत्तमौ पन्थानौ उत्तमान् पथः हा समीचीनं महोदय अस्तु इदानीं सूर्यकुमारी भगिनी तत्र तृतीयापि चतुर्थीरूपम् हा उत्तमः इति इदानीं तृतीया विभक्ति उत्तमः पदस्य तृतीया विभक्तिरूपं किमस्ति उत्तमेन पथा उत्तमभ्याम् उत्तमाभ्याम् उत्तमाभ्यां पतिभ्याम् उत्तमैः पतिभिः हा समीचीनम् इदानीं चतुर्थी उत्तमाय पते उत्तमाभ्यां पतिभ्याम् उत्तेभ्यः उत्तमेभ्यः उत्तमेभ्यः पतिभ्यः पतिभ्यः इति समीचीनम् अस्तु एतादृश तत्र बहु किम् अस्ति किन्तु तत्र किं कुर्मः एतत् नपुं स्त्रीलिङ्गे अपि तत्र एतादृश अभ्यासं कुर्मः तत्र अस्तु अग्रे रघुपतिमहोदय तत्र इदानीं तत्र सम्पद् इति अतः तत्र उत्तमा सम्पद् अस्तु उत्तमा सम्पद् उत्तमे सम्पदौ उत्तमाः सम्पदः इति उत्तमः इदानीं द्वितीयविभक्तौ उत्तमं सम्पदम् उत्तमे सम्पदौ सारि उत्तमं उत्तमाम् उत्तमा इति खलु अस्तु अस्तु उत्तमाम् उत्तमां सम्पद् सम्पद सम्पदं सम्पदम् उत्तमे सम्पदौ अपि च बहुवचने अस्ति उत्तमाः सम्पदः सम्पदः सम्पदः समीचीनं महोदय हा अस्तु अग्रे लक्ष्मी भगिनी इदानीं तत्र तृतीया अपि चतुर्थी हा तत्र सम्पदा सम्पद्भ्यां सम्पद्भिः हा इदानीं तत्र उत्तमा उत्तमा इति किं भवति लतया लतया लताभ्याम् उत्तमा सम्पदा न न तृतीयविभक्ति उत्तमया उत्तमया उत्तमाभ्यां सम्पद्भ्याम् उत्तमाभिः सम्पद्भिः उत्तमाभिः सम्पद्भिः हा अस्तु इदानीं चतुर्थी उत्तमे सम्पदे न न न उत्तमायै उत्तमायै उत्तमाभ्यां सम्पद्भ्याम् उत्तमाभ्यः सम्पद्भ्यः इति अस्तु भगिनि अस्तु शुभदा भगिनी अग्रे तत्र वाच् इति अस्ति तत्र चकारान्तपदं तत्र तदपि तत्र उत्तम उत्तमा प्रथमविभक्तिरूपं किम् अस्ति वाक् वाक् इति उत्तमा वाक् उत्तमे वाचौ उत्तमाः वाचः द्वितीयापि द्वितीयापि इदानीं रूपमस्ति वाचं वाचौ वाचः उत्तमां वाचम् उत्तमे वाचौ उत्तमाः वाचः हा तावदेव समीचीनम् अस्तु रघुवीरानन्दमहोदय नमस्कारः तत्र पेज् 20 मध्ये स्मः महोदय सोपन द्वितीयभागः अस्तु नरेश महोदय अग्रे तत्र इदानीं तत्र वाच अपि वाचे इति तृतीय अपि चतुर्थी विभक्तिरूपाणि महोदय उत्तम इदानीं उत्तमया उत्तमया वाचा उत्तमाभ्यां वाग्भ्याम् उत्तमाभिः वाग्भिः चतुर्थी उत्तमायै वाचे उत्तमाभ्यां वाग्भ्याम् उत्तमाभ्यः वाग्भ्यः हा इति समीचीनं महोदय अस्तु अग्रे सूर्यकुमारी भगिनी तत्र इदानीं तत्र आशिषं हा एतत् न तत्र नपुंसकलिङ्ग कुर्मः तत्र प्रायशः तत्र केवलं तृतीया चतुर्थी एव करणीयम् इति अस्तु तत्र प्रथममपि कर्तुं शक्नुमः तत्र उत्तमं मनः हा सूर्यकुमारी भगिनी आशिष् मनः न न आशिष् त्यजामः मनः इदानीं नक इति नपुंसकलिङ्गपदं सकारान्त नपुंसकलिङ्गपदम् उत्तमं मनः उत्तमः न न उत्तम नपुंसकलिङ्गम् उत्तमम् इति मनस् रैट् न तत्र पश्यतु द्वितीय मनः नपुंसकलिङ्गमस्ति चेत् किं भवति द्वितीया अपि प्रथमा समानं खलु भगिनि उत्तमं मनः तत्र तत्र भगिनि भगिनि एतत् करोतु वनमिति पदस्य प्रथमविभक्तिः वदतु प्रथमविभक्तिरूपाणि वदतु वनं वने वनानि अतः उत्तमम् उत्तमे उत्तमानि उत्तमे मनसि उत्तमं मनः उत्तमे मनसि उत्तमानि मनांसि तदेव द्वितीयविभक्तमपि समीचीनं भगिनि अस्तु अग्रे तत्र रघुपतिमहोदय तत्र तृतीया चतुर्थी तृतीया चतुर्थी तृतीया तृतीया इति किमस्ति उत्तमेन तृतीया रामेण अस्तु उत्तमेन मनसा उत्तमाभ्यां मनोभ्याम् इति उत्तमैः उत्तमाभ्याम् उत्तमाभ्यां मनोभ्याम् उत्तमैः मनोभिः इति चतुर्थी रामाय रामाय उत्तमाय उत्तमाय मनसि उत्तमाभ्यां मनोभ्याम् उत्तमेभ्यः मनोभ्यः तत्र क्लेशः भवति इति अतः एव अभ्यासम् अत्र आवश्यकम् विशेषणस्यापि विशेषस्य भिन्नभिन्नरूपमस्ति खलु अतः तत्र एतादृशी परिस्थितिः यथा वयं किमपि पठामः एतादृशी परिस्थितिः अस्ति इति यदि मनसि निधाय पठामः तत्र सौलभ्यं भवति ओ अस्तु विशेषणस्य विशेषस्य समानविभक्ति समानवचनं समानलिङ्गम् इति तद् तदस्ति चेत् सौकर्यं भवति इति अतः तत्र हा विशेषणस्य रूपं भिन्नं भवति, विशेष्यस्य रूपं भिन्नं भवति इति तावदेव तदेव सः एव अत्र मूलविषयः. अस्तु अस्तु, तर्हि एतावत् तत्र पुनस्मरणं जातम् इति मन्ये. तत्र द्वितीया तृतीया विभक्ति चतुर्थी अपि तेषां पुनस्मरणं जातम्. अतः इदानीम् अग्रे गच्छामः. महोदय मामपि एक अवकाशं ददातु. अस्तु महोदय, तत्र भवान् विलम्बेन आगतः इति कृत्वा तत् प्रायशः न कर्तुम् इच्छति इति चिन्तितवान्, किन्तु एतत् महोदय तत्र अस्तु अस्तु चिन्ता मास्तु, ददामि महोदय. तत्र धनुः इति अस्ति, तत्र उत्तमम् उत्तमं धनुः इति तस्य विभक्तिरूपाणि करोति वा? आं महोदय, द्वितीया विभक्ति अस्ति, नपुंसकलिङ्गपदम् अस्ति अतः भेदः नास्ति प्रथमा द्वितीया. उत्तमं धनुः, उत्तमे धनुषि, उत्तमानि धनूंषि. इदानीं तृतीया. उत्तमेन धनुषा, उत्तमाभ्यां धनुर्भ्याम्, उत्तमैः धनुर्भिः. चतुर्थी. उत्तमाय धनुषे, उत्तमाभ्यां धनुर्भ्याम्, उत्तमेभ्यः धनुर्भ्यः. हा इति समीचीनं महोदय. इदानीं तत्र एतादृश अभ्यासः तत्र सुलभः अस्ति. एतद् एषः अपि एतम् अपि वयं चिन्तयामः अस्तु अत्र क्लेशः अस्ति इति, किन्तु एतत् चिन्तयतु यदि एतादृश अभ्यासं वयं कुर्मः किन्तु केवलम् अकारान्तविशेषणेन न, किन्तु ईकारान्तविशेषणेन अथवा ऊकारान्तविशेषणेन, तत्र किं भवति खलु? अतः तत्र रूपसामान्यं न अपेक्षितम् इति तत्र तात्पर्यं तावदेव. अस्तु तर्हि इदानीम् अग्रे गच्छामः, पेज् 25 तत् पश्यामः. तत्र इदानीं तत्र नूतनविषयः अस्ति, हलन्तशब्दानां पञ्चमी षष्टि सप्तमी विभक्तयः. एतद् यदि समापयामः तत्र हलन्तशब्दानां विभक्तिरूपाणां सम्पूर्णं परिचयं भवति. तदनन्तरम् अन्ये विषयाः आगच्छन्ति. अतः विभक्तिविषयः, हलन्तशब्दानां विभक्तिविषयः केवलम् अत्र एव, तत्र तदनन्तरं किमपि नास्ति. पञ्चमी षष्टि सप्तमी तावदेव. अस्तु तर्हि तत्र पेज् 25 पश्यामः. तत्र सूर्यकुमारी भगिनी आरम्भं करोति वा तत्र? धीरस्तत्र न मुह्यति. हलन्तशब्दाः पञ्चमी षष्ठी सप्त सप्तमी विभक्तयः. नत्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य सच्चजितः सम्मानसमारम्भः प्रवर्तमानः अस्ति. दूरदर्शनेन प्रसार्यमानः सः कार्यक्रमः एवम् अस्ति. एतम् उच्चैः पठत अवगच्छत च. नद्यां निमज्जतोः. न भगिनि, इदानीं प्रथमतया एकवारं पठामः, तदनन्तरं तत्र पङ्क्तिशः पश्यामः, किन्तु किञ्चित् अग्रे पठतु. तत्र अध्यक्षः तत्र स्मः इति तावत् पर्यन्तम्. अध्यक्षः सर्वेभ्यः नमः. महत्यां विपति समागतायाम् आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजतः सम्माननाय वयं भारतस्यां संसदि समागताः स्मः। हा तावत्पर्यन्तं धन्यवादः भगिनि। हा अस्तु अग्रे शुभदः भगिनि। अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति। एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति। एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति। प्रवृत्तान् घटनान् सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः। किञ्चित् अग्रे अपि पठतु भगिनि, तत्र अग्रे तत्र वाक्यद्वयं गच्छन् आसम् इति तावत्पर्यन्तम्। सत्यजित् वदति, सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः। तस्मिन् दिने व्यायामः आसीत्, अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्। धन्यवादः भगिनि, तावत्पर्यन्तम् अस्तु। अग्रे लक्ष्मी भगिनी। अस्तु महोदय, परितः तीरेण गच्छतः मम मनसि कञ्चित् कालं सरिति करामि तदनन्तरं सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः। तरणार्थम् उद्युक्तः अहं किञ्चित् अग्रे कस्यचित् सरोः अधः कानिचन वस्त्राणि दृष्टवान्। अहं परितः अवलोकितवान्, परन्तु न कोऽपि तत्र आसीत्। पुनरपि सरिति दृष्टिं प्रसारितवान् अहं किञ्चिदग्रे सरितः प्रवाहे मञ्जन्तौ बालकौ दृष्टवान्। निमेषं यावत् स्तब्धः अभवत्। ततः सरितः विपदः कठिनताम् आत्मनः दौर्बल्यं च विस्मृत्य अहं सरिति कूर्दितवान्। हा तावत्पर्यन्तं भगिनि, तावत्पर्यन्तं धन्यवादः भगिनि। अस्तु अग्रे नरेश महोदय। महोदय, शीघ्रं तीर्त्वा एकं बालकं शिरसि गृहीतवान्, तथा अपरं बालकम् आत्मनः स्कन्धे कृत्वा समग्रां शक्तिं संहृत्य अहं कथमपि सरितः तीरम् आगतवान्। यावत् तीरं प्राप्नवम् तावता मम बोधः विनष्टः आसीत्। जागरितः अहम् उच्चैः आकृष्य सर्वान् आहूतवान् ये विपदि पतिताः भवन्ति ते केऽपि वा भवन्तु रक्षणीयाः एव। तत्र आपदः काठिन्यम् आत्मनः हितं वा यदि चिन्तयामः तर्हि पश्चात् दुःखम् अनुभोक्तव्यं भवति इति मम विश्वासः। धन्यवादः। हा समीचीनं महोदय, धन्यवादः। अग्रे रघुवीरनन्द महोदय। इदानीम् अध्यक्षः, इदानीं सत्यजितः सम्माननं करोति अस्य नगरस्य भिषजां प्रमुखः नरेन्द्रमहोदय। नरेन्द्रः, सत्यजितः मुखात् एव सर्वं वयं श्रुतवन्तः। कस्यापि जनस्य महत्त्वं वाचः, माधुर्येन सम्बन्धः, राशिना वा न, अपि तु कर्मणः प्रभावेन एव सिद्ध्यति। विवेकिनः, प्रतिभाशालिनः, गुणिनः अस्य बालस्य चरितं सर्वेषाम् आदर्शः भवतु। धन्यवादः। समीचीनं महोदय, धन्यवादः। अस्तु तर्हि इदानीं तत्र स्थूलक्षरैः यत् यानि पदानि सन्ति तत् ते सर्वे तु तत्र पञ्चमी षष्टि सप्तमी रूपपदानि इति जानीमः। अस्तु, अतः तदेव नूतनः, सः एव नूतनः विषयः अस्मिन् पाठे। अस्तु, तत्र इदानीं तत्र पङ्क्तिशः पश्यामः, किं किम् अस्ति इति अपि तस्य कथायाः अवगमनम् अपि भवति। अस्तु, तत्र रघुपतिमहोदय आरम्भं करोति वा महोदय? अस्तु महोदय। नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य सत्यजितः सम्माननसमारम्भः प्रवर्तमानः अस्ति। अत्र सत्यजित् अस्ति, सत्यजित् प्रवर्तमानः अस्ति, सम्माननसमारम्भः प्रवर्तमानः अस्ति। कस्य? सत्यजितः इति षष्ठी भक्ति, छात्रस्य सत्यजितः इति अस्ति। इदानीं सत्यपि कृतवतः छात्रस्य सत्यजितः सम्मानन समारम्भः प्रवर्तमानः अस्ति। इदानीं तत्र प्राणरक्षणं कृतवतः, प्राणरक्षणं तत्र प्राणरक्षणम् इति हा, तत् समीचीनमेव महोदय। तत्र प्राणरक्षणम् इति आरभ्य तत्र कस्य इति प्रश्नं कृत्वा, कस्य प्राणरक्षणं? कस्य? बालयोः। इदानीं निमज्जतोः इति, इदानीं निमज्जतः बालानाम्, अतः अत्र द्वितीयविभक्ति, सोरि द्विवचनमस्ति, निमज्जतोः बालयोः इति। हा, तत्र बालयोः, तत्र अहं न जानामि किमर्थं तत् स्थूलक्षरैः नास्ति इति, खलु? आमां, बालयोः इति षष्ठी, बालयोः इति षष्ठी द्विवचनं, केषां? तयोः बालयोः निमज्जतोः बालयोः नद्यां इति नद्यां, निमज्जतोः बालयोः प्राणरक्षणं कृतवतः, कः कृतवान्? सत्यजितः इति छात्रः, सत्यजित् इति छात्रः कृतवान्। हा, तत्र कृतवान् इति पदस्य षष्टी अस्ति, कृतवतः। भवान् इति शब्दस्य भवतः षष्टीभक्ति, कृतवान् कृतवतः इति, तत्र तः इति कृतवतः। इदानीं तत्र भवान् भवतः षष्टी भवति, भवतः भवतोः भवताम्, अतः कृतवतः इति तस्य द्विवचनरूपं किं भवति? कृतवतोः कृतवतोः अपि बहुवचनं बहुवचनमस्ति खलु, एतद्रूपम् अग्रे अपि आयति इति कृत्वा तस्य स्मरणं कुर्मः इति, अतः तत्र भवतः भवतोः भवताम् इति रूपम् अस्ति षष्टिविभक्ति, अत्र कृतवतः कृतवतोः कृतवताम् इति, छात्रस्य छात्रयोः छात्राणाम् इति, छात्राणां सम् सत्यजितः तस्य सम्मानन समारम्भः प्रवर्तमानः अस्ति इति। दीर्घवाक्यम् अस्ति किन्तु इदानीं सर्वे अवगच्छन्ति खलु तत्र वाक्यानि एव, तत्र समारम्भः अस्ति, समारम्भस्य उद्देशः कः? सम्माननं करणीयं, कस्यापि सम्माननम् इति, कस्य सम्माननम् इत्युक्ते सत्यजित् इति बालकस्य सम्माननं, किमर्थम् इति, किमर्थं चेत् सः प्राणरक्षणं कृतवान् इति, अतः तस्य इति सर्वं तत्र दत्तमस्ति. अस्तु, अग्रे महोदय. दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवमस्ति. प्रसार्यमाणः, अस्तु, किमपि नास्ति अत्र. प्रसार्यमाणः इत्युक्ते प्रसारयते, प्रसार्यते इति खलु, प्रसार्यते इति अत्र प्रसार्यते, तत्र प्रसार्यमाणः, प्रसार्यमाणः. समीचीनं महोदय. अतः तत्र डिस्ट्रिब्यूट् अथवा डिस्ट्रिब्यूटेड् इति तत्र, अथवा तत्र ट्रान्स्मिटेड् इति अर्थे दूरदर्शनेन प्रसार्यमाणः, तत्र दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः अस्ति एवम् अस्ति, एवम् अस्ति कार्यक्रमः. अतः केवलं ये जनाः तत्र आगताः ते पश्यन्ति, किन्तु अन्ये अपि पश्यन्ति दूरदर्शनेन, अन्ये अपि तं कार्यक्रमं पश्यन्ति. अतः अग्रे महोदय, अग्रे. एवम् एतम् उच्चैः पठत, अवगच्छत च, अवगच्छत, एतम् अवगच्छत, उच्चैः पठत इति अस्ति. पठत तत्र एतम् इत्युक्ते एतं कार्यक्रमं, एतं कार्यक्रमम्, एतं कार्यक्रमम्, एतं कार्यक्रमम्, सारि, एतं लेखनं खलु, उच्चैः पठत इदानीं. हा, प्रायशः, हा, प्रायशः लेखनं, सत्यं, हा, सत्यं, उच्चैः पठत, अवगत, हा, सत्यं, सम्यक् पश्य, अवगच्छत च, एतत् कार्यक्रमम्. अग्रे महोदय, अग्रे. अध्यक्षः, सर्वेभ्यः नमः, सर्वेभ्यः नमः. महत्यां विपदि समागतायाम् आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसति समागताः स्मः. समागताः स्मः कस्याम्? अस्यां संसदि, संसत् इति स्त्रीलिङ्गपदम् अहं चिन्तयामि. अस्यां संसदि, संसदि, हा, संसद्, संसद् परिषद्, संसद् एतत् वयं दृष्टवन्तः खलु, संसद्, आम् आम् संसदि, अस्यां, अस्यां, कस्याम्? अस्यां संसदि इति अत्र विशेषणविशेषः अस्ति. संसदि इति अस्ति, अस्यां संसदि विशेषणविशेषं, इदानीं समागताः एकत्र, सर्वे स्मः एकत्र स्मः, समागताः स्मः. किमर्थं स्म अत्र आगताः स्मः? किमर्थम् इत्युक्ते चतुर्थी विभक्ति भवति, तस्य सम्माननाय वयं समागताः स्मः. इदानीं कस्य इति भवति, सत्यजितः, सत्यजितः सम्माननाय. इदानीं कीदृशस्य सत्यजितस्य इत्युक्ते रक्षितवतः सत्यजितः इति. हा, तत्र पूर्वं किम् आसीत्? प्राणरक्षणं कृतवतः इति आसीत्. इदानीं किञ्चित् परिवर्तनं कृत्वा रक्षितवतः, रक्षितवान्, रक्षितवान्, रक्षितवान्, रक्षितवतः इति षष्ठीविभक्ति. इदानीं रक्षितवतः इति तत्र द्विवचने बहुवचने किं भवति? रक्षितवतः, रक्षितवतः, रक्षितवतोः, रक्षितवताम् इति भवति. हा, रक्षितवताम् इति, समीचीनं महोदय. हा, इति भवति अत्र बालकौ, अतः इदानीं तत्र कस्य हा, तत्र जले, किं किम् इदानीं तत्र कस्य इति न, कस्य इति न भवति षष्ठी. इदानीं कं रक्षितवान्, अतः अत्र द्विवचने अस्ति. निमज्जन्तौ बालकौ इति अस्ति, निमज्जले निमज्जन्तौ बालकौ इति अस्ति, द्वितीयविभक्ति द्विवचनमस्ति. तत्र सत्यं, सत्यं, तत्र तत्र निमज्जन्तौ, निमज्जन्तं बालकं, निमज्जन्तौ बालकौ, इदानीं किमस्ति, निमज्जन्तान् बालकान् इति भवति. निमज्जन्त, न न न, बालकान् तु समीचीनं, तत्र प्रायशः निमज्जतः निमज्जतः निमज्जतः बालकान् इति निमज्जति इति अस्ति निमज्जत् इति प्रातिपदिकं तत्र निमज्जन् इति प्रायशः प्रथमविभक्ति एकवचनं तदनन्तरं जले जले इति कस्मिन् इदानीं जले जले कस्य जले जले हा जले कस्य जले सरितः जले सरिते षष्ठीविभक्ति सरितः इति हा सरितः इदानीं षष्ठीविभक्ति अस्ति सरित्पदस्य सरितः कथं प्राणान् त्रिणीकृत्य प्राणान् त्रिणीकृत्य कस्य प्राणान् त्रिणीकृत्य भवति वा न कस्य आत्मनः आत्मनः आत्मनः प्राणान् त्रिणीकृत्य इति अस्ति अत्र आत्मनः इति षष्ठी भवति स्वस्य प्राणान् त्रिणीकृत्य तत्र स्वस्य प्राणस्य विषये किमपि न चिन्तयित्वा अत्र किञ्चित् भ्रमः अभवत् द्वितीयविभक्ति बहुवचनात् तदेव खलु आत्मनः इति वा सत्यं सत्यं किन्तु षष्ठी एव समीचीनं षष्ठी एव तृणीकृत्य कस्याम् इदानीं कस्यां महत्यां विपदि समागतायां समागतायां समागताः इति तत्र आसीत् इदानीं तत्र महति तत्र किं भवति प्रथमविभक्ति एकवचनरूपं किं भवति तत्र महता महता क्षम्यतां नद्यां महती क्षम्यतां महती महती महती महती विपत् विपत् महती विपत् समागता इति महती विपत् समागता समागता इति तस्य सप्तमी एकवचनरूपम् अस्ति महत्यां विपदि समागतायाम् इति अत्र सर्वम् अस्ति विपद् विपद् शब्दस्य कीदृशविपद् महती विपद् अपि समागता विपद् अतः महत्यां विपदि समागतायाम् आत्मनः प्राणः समागतः सप्तमी तदनन्तरम् आत्मनः इति षष्ठी प्राणान् आत्मनः प्राणान् तृणीकृत्य लेबन्तपदं तृणीकृत्य सरितः सरितः षष्ठी तस्य तस्याः सरितः तस्याः सरितः जले तस्याः सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः इति धन्यवादः महोदय समीचीनं सप्तमी अत्र सतिसप्तमी वा महत्यां विपदि समागतायाम् इति न सतिसप्तमी इति नास्ति तत्र केवलं कथं भवति तस्मिन् सन्दर्भे इति तादृशसन्दर्भे तत्र तत्र आत्मनः प्राणान् आत्मनः प्राणस्य विषये सः किमपि न चिन्तितवान् किन्तु तत्र विपद् भवति खलु स्वस्य विषये विपद् अस्ति किन्तु तद् आत्मनः विषये तत्र विपद् अस्ति तस्य विषये सः किमपि न चिन्तयित्वा तत्र रक्षणार्थं सः अग्रे गत्वा कृतवान् रक्षणं कृतवान् इति अर्थः अतः सतिसप्तमी नास्ति महोदय केवलं तत्र अस्मिन् सन्दर्भे कदा अस्मिन् सन्दर्भे इति तावदेव अस्तु अत्र प्रश्नः अस्ति वा एतावत् गीताञ्जलि भगिनी नमस्कारः वयं पेज् 25 मध्ये स्मः भगिनि अस्तु अग्रे नरेश महोदय किञ्चित् वदति वा अग्रे आं महोदय अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति. तत्र एतत् कुर्मः, तत्र क्रियापदं किम् अस्ति? अस्ति. अस्ति. कः अस्ति? धीरः बालकः. अस्ति, समीचीनं महोदय. अयं धीरः बालकः अस्ति. अयं धीरः बालकः अस्ति. तत्र अयं धीरः तु विशेषणम् अस्ति, तत्र बालकपदस्य. अस्तु, तत्र अयं धीरः बालकः अस्ति. तत्र अपि अन्यत् विशेषणमपि अस्ति बालकः, बालकपदस्य. धीरता पुरस्कारान् प्राप्तवान्. हा, प्राप्तवान्. अयं बालकः प्राप्तवान्. किं प्राप्तवान्? धीरता पुरस्कारान् प्राप्तवान्. अतः तत्र प्राप्तवान् इति कृत्वा तत्र धीरता पुरस्कारान् इति द्वितीयविभक्तिरूपं भवति, कर्मपदम् इति कारणात्. अतः किं प्राप्तवान्? धीरता पुरस्कारान् प्राप्तवान्. कस्य धीरता पुरस्कारं? तत्र धीरता पुरस्कारम् अथवा पुरस्कारः इत्युक्ते किम्? एकवचनं पुरस्कारं, पुरस्कारः प्रायशः पुरस्कारः इति मन्ये पुल्लिङ्गे इति. किन्तु धीरता पुरस्कारः इत्युक्ते कः अर्थः? प्रधानमन्त्रिणः अपि न, कस्य कस्य इति न, केवलं धीरता पुरस्कारः. धीरता इत्युक्ते अन्यत् पदं धीरता इति पर्यायपदं धीरता इति भावः धीरता. अतः अन्यत् पदम्? धैर्यं. समीचीनं. धैर्यं, धीरता, धैर्यं. सुन्दरता, सौन्दर्यं. धीरता, धैर्यं, सौन्दर्यं. तत्र सौन्दर्यम् इति धैर्यम् इति नपुंसकलिङ्गे भवति, सुन्दरता, धीरता इति स्त्रीलिङ्गे भवति, तावदेव. अस्तु, समीचीनम्. अतः तत्र धैर्यं प्रदर्शितवान् इति कृत्वा सः धीरतापुरस्कारान् प्राप्तवान्. कस्य धीरतापुरस्कारान्? प्रधानमन्त्रिणः, मुख्यमन्त्रिणः च. तत्र प्रधानमन्त्रिणः इति पदस्य प्रथमविभक्ति एकवचनरूपं किम् अस्ति? प्रधानमन्त्रिन्. तत् अस्ति प्रातिपदिकं. प्रधानमन्त्रिन् अस्ति प्रातिपदिकम्. एकवचनरूपं प्रथमविभक्ति प्रधानमन्त्री, मन्त्री न, मन्त्री न, मन्त्री न, मन्त्री. दीर्घ इकारः खलु तत्र. प्रधानमन्त्री, मुख्यमन्त्री. इदानीं किं भगिनि? सत्यं, सत्यं. तत्र नकारान्तपदं प्रातिपदिकमस्ति प्रधानमन्त्रिण् इति, मन्त्रिण् इति. अतः तत्र प्रधानमन्त्री, प्रधानमन्त्रिणौ, प्रधानमन्त्रिणः इति. अत्र प्रायशः तत्र प्रथमविभक्ति बहुवचनरूपम् अपि षष्टि एकवचनरूपं, पञ्चमी एकवचनरूपं समानं भवति. मुख्यमन्त्रिणः इति, तेषां प्रधानमन्त्रिणः, मुख्यमन्त्रिणः च, तेषां, तेषां धीरतापुरस्कारान् एषः, अयम् इत्युक्ते एषः धीरः बालकः प्राप्तवान् अस्ति. प्राप्तवान् अस्ति इत्युक्ते सः प्राप्तवान्. इदानीम् अग्रे महोदय. एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति. एतत् अस्माकम्, एतत् विषयम्, एतत् प्रायशः एतद् इति न, तत्र एतद् एतं विषयं, विषयः इति पुल्लिङ्गे अस्ति इति कृत्वा, एतं विषयम् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति. अभिमानास्पदं द्वितीयविभक्ति. तत्र आस्पदम् इत्युक्ते किम्? अभिमानम्, अभिमानम् इत्युक्ते गौरवः. गौरवः. आस्पदम् इत्युक्ते तद् जनयति इति. वयं सर्वे हा तत्र एतद् एतं विषयं श्रुत्वा वयं सर्वे किञ्चित् ओ अस् एषः बालकः अस्माकं धीरः बालकः इति चिन्तयित्वा अस्माकं मनसि गौरवं गौरवः भवति. अतः अभिमान आस्पदम् अस्ति, सर्वेषाम् अभिमानम् आस्पदम् अभिमानास्पदम् अस्ति अस्माकं सर्वेषाम्. अग्रे अग्रे एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति. हा अत्र भविष्यति इति क्रियापदं स्वीकुर्मः तत्र वाक्यं हा भविष्यति किं भविष्यति देशस्य यशः जगति प्रसृतं भवति प्रसृतं भवति भविष्यति भविष्यति समीचीनं महोदय. हा अत्र कर्तृपदम् अस्ति यशः यशः भविष्यति कस्य यशः देशस्य यशः यशः भविष्यति किं कीदृशं भविष्यति देशस्य यशः प्रसृतं भविष्यति प्रसृतं तत्र प्रसार्यमाणः प्रसृतं तत्र मूलपदं समानमेव प्रसृतम् इत्युक्ते स्प्रेड् इति कुत्र यशः यशः इत्युक्ते यशः कर्तृपदं यशः गौरवं हा तत्र कीदृशपदं कीदृशपदं यशः इति यशस्पि यशस् यशस् तु अस्ति नपुंसकलिङ्ग सकारान्तपदं यशः इति मनस् मनः इव मनः मनस् सकारान्तपदं यशस् इति यशः प्रसृतं तत्र पुल्लिङ्गे अस्ति वा अथवा नपुंसकलिङ्गे अस्ति वा तत्र यशः इति नपुंसकलिङ्गे प्रसृतं हा प्रसृतम् इति विशेषणम् अस्ति अतः तत् यशस् इति सकारान्त नपुंसकलिङ्गपदं मनः इव यशः प्रसृतं भविष्यति कुत्र भविष्यति प्रसृतं जगति जगति प्रसृतं भविष्यति इदानीं तत्र कस्य देशस्य तत्र देशस्य इति देशस्य इति किन्तु तत्र कदा भविष्यति अथवा केन केन मार्गेण तत्र द्वारा द्वारा इति इत्युक्ते बालैः बालैः एव इति बालानां द्वारा इति स्थाने बालैः एव इति बालैः एव इति वक्तुं शक्नुमः माध्यमं भवति इति तेषां द्वारा अथवा तैः तेषां द्वारा षष्टिविभक्तिरूपम् अथवा तैः माध्यमं तृतीयविभक्ति तेषां द्वारा केषां द्वारा बालानां द्वारा कीदृशबालानां विवेकिनां धीमतां धैर्यवतां हा धैर्यवतां बालानाम् इति समीचीनं महोदय. इदानीं तत्र अग्रे रघुवीरानन्दमहोदय तत्र विवेकिनाम् इति पदम् अस्ति तत्र प्रथमविभक्तिरूपं किम् अस्ति महोदय विवेकिन् इति प्रातिपदिकम् अतः तत्र प्रथमविभक्ति एकवचनरूपं किं भवति न तत्र इदानीं विवेकिन् इति पुल्लिङ्गपदम् अस्ति बालानाम् इति बालः रघुवीरन्दमहोदय विवेकी विवेकी महोदय दीर्घं हा दीर्घं दीर्घ इकारः इदानीं तत्र विवेकिनाम् इति अस्ति तत्र तदस्ति षष्टिवचनं किं बहुवचनं हा बालानां बहुवचनम् अस्ति अतः तत्र एकवचने किं भवति षष्टि एकवचने विवेकः न न विवेकीन् विवेकी एकनिमिषं मा वदतु सः एव वक्तव्यं रघुविनन्दमहोदय विवेकिनः महोदय विवेकिनः समीचीनं हा विवेकिनः हा इदानीं तत्र बालस्य इति अस्ति चेत् तत्र इदानीं रूपम् अस्ति विवेकिनां धीमतां धैर्यवतां बालानां तत्र बालस्य अस्ति चेत् विवेकिनः तदनन्तरं धीमताम् इति स्थाने किं भवति विवेकिनः धीमतः महोदय हा समीचीनं धैर्यवतः बालकस्य द्वारा हा द्वारा समीचीनं महोदय समीचीनं हा एतादृशानाम् एतादृशस्य विवेकिनः धीमतः धैर्यवतः बालस्य द्वारा इति एकवचनरूपं किन्तु अत्र बहुवचनरूपं दत्तमस्ति समीचीनं महोदय अस्तु अग्रे तत्र प्रवृत्तां घटनाम् इति तत् पश्यामः प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः हा तत्र प्रवृत्तां घटनाम् इत्युक्ते विभक्ति का तत्र अस्तु एतत् कुर्मः महोदय तत्र क्रियापदं किम् अस्ति श्रोष्यामः महोदय श्रोष्यामः अस्तु किं श्रोष्यामः मुखात् प्रवृत्तां घटानां श्रोष्यामः हा प्रवृत्तां घटनां श्रोष्यामः अस्तु अतः प्रवृत्तां घटनाम् इति विभक्ति का द्वितीया द्वितीया कर्मपदं हा प्रवृत्तां घटनां प्रवृत्ता घटना यद् अभवत् या घटना अभवत् प्रवृत्ता घटना तां प्रवृत्तां घटनां वयम् इदानीं श्रोष्यामः कस्य मुखात् श्रोष्यामः सत्यजितः सत्यजितः एव षष्टि महोदय सत्यजित् सत्यजितः सत्यजितः मुखात् एव वयम् इदानीं प्रवृत्तां घटना श्रोष्यामः शृणुमः श्रोष्यामः अस्तु अग्रे महोदय सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः हा तत्र विदुषाम् इति अस्ति विदुषाम् इति विभक्ति का द्वितीया महोदय विदुषां न न तस्य पश्यतु महोदय तत्र चरणकमलयोः मम नमस्कारः षष्टि द्विवचनं तत्र तत्र अस्तु अस्तु अस्तु एतत् चिन्तयामः मम नमस्कारः तत्र सर्वेषाम् इति अस्ति सर्वेषाम् इति कृत्वा तदनन्तरं विदुषाम् इति अस्ति सर्वेषाम् इति विभक्ति किं भवति सर्वेषाम् इति पदस्य विभक्ति सर्वेषां स्वागतम् इति वदामः सर्वेषां सर्वेषाम् इति पदस्य विभक्ति का न स्मरति चेत् चिन्ता मास्तु महोदय षष्टि षष्टि षष्टि षष्टि सर्वेषां सर्वेषां तत्र बहुवचनं हा षष्टि बहुवचनं सर्वेषां तदपि विदुषामपि षष्टि बहुवचनमेव समीचीनं महोदय हा विदुषामपि षष्टि बहुवचनं तत्र तत्र भवतः भवतोः भवताम् इति दृष्टवन्तः तत्र आम् इति यदस्ति तादृश एव तत्र विदुषः विदुषोः विदुषाम् इति षष्टि विभक्तिरूपं रूपाणि भवन्ति अत्र सर्वेषां विदुषां षष्टि चरणकमलयोः इति तत्र चरणकमलयोः इति पदस्य तत्र कमलयोः इति तत्र प्रातिपदिकं किम् अस्ति? कमलः चरणकमलः अथवा कमलम् अथवा कमलं कमलः इति, किन्तु प्रायशः कमलम् इति मन्ये. किन्तु अत्र किं भवति? हा, तत्र कमलयोः इति अस्ति, अतः तत्र वचनं किं भवति? षष्टि द्विवचनं. द्विवचनं, द्विवचनं तु समीचीनं, किन्तु योः अस्ति चेत् अन्या विभक्ति अपि भवितुम् अर्हति वा तत्र? सप्तमी भवितुम् अर्हति महोदय. सप्तमी अपि षष्टि अपि. हा, तत्र चरणकमलयोः मम नमस्काराः इति, तत्र नमस्कारः नमस्काराः मम नमस्काराः सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः इति अस्ति. तत्र किं चिन्तयन्ति, षष्ठी वा समीचीनम् अथवा सप्तमी वा? रघुवीरानन्दमहोदय किं चिन्तनं तत्र? महोदय, अहं तु षष्ठी एव अचिन्तयत्, किन्तु इदानीं भवान् वदति चेत्. किन्तु महोदय, तत्र मम नमस्काराः इति सः वदति, तत्र मम नमस्काराः इति, तत्र एव षष्ठी भवति खलु. कस्य नमस्काराः? मम नमस्काराः. तदनन्तरं पुनः षष्ठी न भवति खलु महोदय? अस्तु महोदय, चरणकमलयोः मम नमस्काराः, तत्र षष्ठी षष्ठी कुत्र? तत्र मम नमस्काराः तत्र स्थापयामि इति, अथवा तत्र भवतु इति, हा, इति मम चिन्तनं, न जानामि किन्तु इति मन्ये महोदय अत्र. अतः सप्तमी द्विवचनम् इति अहं चिन्तयामि. सर्वेषां विदुषां तत्र तु षष्टि, चरणकमलयोः मम नमस्काराः इति. अस्तु, अग्रे एकः प्रश्नः अस्ति महोदय. सर्वेषां विदुषां, दीस् आर् विशेषणानि आफ् चरणकमलयोः, चरणकमल तत्र. हा, न न भगिनी, तत्र प्राय अस्तु, यदि अस्तु अस्तु, प्रश्नः समीचीनमस्ति भगिनि. अस्तु, भवत्याः प्रश्नः अस्ति, सर्वेषां विदुषां चरणकमलयोः, तत्र सर्वत्र विशेषणविशेष्यभावः अस्ति खलु. अस्तु, तत्र विशेष्यं किं? विशेष्यं चरणकमलं, अतः कमलयोः इति पदं, कमलयोः इति विशेष्यं, तत् पदं विशेष्यम् इति, तदनन्तरं सर्वेषां विदुषाम् इति विशेषणम् इति खलु. अस्तु, तत्र नियमः कः अस्ति विशेष्यमपि विशेषणयोः मध्ये? विभक्तिसामान्यं, वचनं सामान्यं, लिङ्गसामान्यं खलु. अस्तु, सर्वेषां विदुषाम् इति तत्र वचनं किम्? बहुवचनं. चरणकमलयोः इति तत्र वचनं किं? षष्टि द्विवचनं. हा, अतः तत्र विशेष्यं विशेषणविशेष्यभावः भवति वा अत्र? न भवति. वचनभेदः अस्ति खलु. न न, तत्र नियमः अस्ति, विशेष्यं विशेषणस्य समानवचनं, समानलिङ्गं, समानविभक्तिः खलु. अतः तत्र चरणकमलयोः तु द्विवचनं खलु. सर्वेषां विदुषां तु षष्टि बहुवचनं. षष्टि बहुवचनं, विभक्तिसमानं इति चिन्तयितुं शक्नुमः, किन्तु वचनं तु समानम् इति तत्तु न चिन्तयितुं शक्नुमः खलु भगिनि. विभक्तिसमानमिति कृत्वा एव, विभक्तिसमानमिति कृत्वा एव क्लेशः अस्ति खलु अत्र. किन्तु वचनं दृष्ट्वा, वचनं दृष्ट्वा निर्णेतुं शक्नुमः तत्र विशेषणविशेषभावः नास्ति इति नास्ति. अतः तत्र कस्य चरणकमलयोः इति प्रश्नः सर्वेषां विदुषां चरणकमलयोः इति उत्तरम्. समीचीनं वा भगिनि? अस्तु महोदय. अपि तत्र चरणकमलयोः इति किमर्थं तत्र द्विवचने अस्ति? चरणौ इति चरणं तत्र चरणं नपुंसकलिङ्गे अस्ति वा पुल्लिङ्गे अस्ति वा चरण कोऽपि स्मरति वा? चरणं न जानामि किन्तु तत्र चरणद्वयम् अस्ति इति कृत्वा द्विवचने अस्ति. अस्तु सूर्यकुमारी भगिनी, प्रश्नः आसीत्? आम् महोदय, चरणकमलयोः कस्य चरणकमलयोः कस्य सर्वेषां विदुषां विदुषाम् इति पदस्य प्रातिपदिकं किम्? विदुषां इति पदस्य प्रातिपदिकं किम्? न न न न विदुष न विद्वस् विद्वस् विद्वस् प्रथमविभक्तिरूपं विद्वान् विद्वान् विद्वांसौ विद्वांसः इति तत्र विदुषाम् इति तत्र तत्र मल्लिनाथस्य कथा आसीत् खलु, तत्रापि एतत् पदम् आगतम् आसीत् खलु विदुषः इति. तदेव अस्ति विद्वांसः विद्वान् विद्वांसः विदुषाम् इति षष्ठी बहुवचनरूपम् तत्र. मम सन्देहः भिन्ना वार्ता भिन्ना अस्ति. अत्र नमस्कारः इति अस्ति खलु, स्वागतम् इति अस्ति, भवतां स्वागतम् इति किमर्थं तत्र षष्ठी भक्ति भवति? स्वागतम् इति नमः इति वयं चतुर्थी भक्ति वदामः. सर्वेभ्यो नमः. नमः अस्ति चेत् नमः अस्ति चेत् तत्र नियमः अस्ति चतुर्थी इति, कस्मै नमः. किन्तु सर्वेषां नमस्कारः इति, सर्वेषां नमस्कारः इति रूपं भवति महोदय. सर्वेषां न, सर्वेषां स्वागतं, क्षम्यतां, सर्वेषां स्वागतं, सर्वेषां स्वागतं, विदुषां स्वागतम् इति भवति, सर्वेषां विदुषां स्वागतम् इति. किन्तु मम नमस्कारः, किन्तु अत्र मम चिन्तनमस्ति महोदय, तत्र सः वक्तुमिच्छति मम नमस्कारः तत्र स्थापयामि इति, अहं तत्र नमस्कारं करोमि, तत्र चरणकमलयोः मध्ये नमस्कारं करोमि. अतः स्वागतमपि षष्ठी भक्ति तादृशं भवति, सर्वेषां पुरतः स्थापयामि इति वा नमस्कारः? सर्वेषां स्वागतं, कस्य स्वागतं? सर्वेषां स्वागतं. किन्तु सर्वेषां नमस्कारः इति तत्र प्रायशः सर्वेभ्योः नमः नमस्कारः, अत्र विदुषां नमस्कारः खलु, नास्ति वा? न न न, किन्तु न न, तत्र महोदय तत्र अत्र यदि तत्र मध्ये मम नासीत् चेत् प्रायशः तत् किन्तु मम इति अस्ति मध्ये खलु. अतः तत्र नमस्कारः कस्य इत्युक्ते सत्यजितः नमस्कारः. सर्वेभ्यः नमः, अहं चिन्तयामि नमः अव्ययपदम् अस्तु, अतः वचनं समानं. तत्र नियमः अस्ति भगिनि, नमः अस्ति चेत् चतुर्थी विभक्ति इति, तावत् रामाय नमः, रामेभ्यः नमः, सर्वत्र सर्वत्र चतुर्थी विभक्ति एव. अतः तत्र नमः भिन्नः, नमस्काराः भिन्नः खलु. महोदय, गीताञ्जलि भगिनी वदतु भगिनि. क्षम्यतां महोदय. नमस्कारः महोदय. अत्र क्रियापदं तु सन्ति न महोदय? सर्वेषां प्रायशः प्रायशः सन्ति इति. मम नमस्काराः सन्ति. कुत्र सन्ति? सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः सन्ति. सत्यं भगिनि, तत्र क्रियापदं स्थापयामश्चेत् प्रायशः सुलभं भवति इति. सत्यं. हा महोदय, एकं धन्यवादः प्रश्न. नमस्काराः इति तु प्रथम बहुवचन अस्ति. नमस्कारः वा प्रातिपदिकं किं महोदय? तत्र अकारान्तपदं नमस्कारः. नमस्कारः नमः नमः नमस् तत्र नमस्कारः. तत्र नमस्कारः अकारान्तपदमेव देवशब्दवत्. तत् पदं चतुर्थी न स्वीकरोति. न न न हा सत्यं सत्यं. हा तत्र केवलं नमः इति नमः अस्ति चेत् तत्र रामं नमामि इति अस्ति खलु. तत्र वयं रामाय नमामि इति न वदामः. रामं नमस्करोमि, रामं नमामि, किन्तु रामाय नमः. सर्वेभ्यः नमस्कारः अस्ति दोषाय अस्ति खलु. सत्यं सत्यं नमस्कारः. सर्वेभ्यो नमः भवति. सर्वेषां नमस्कारः इति भवति. सर्वेषां नमस्कारः, सर्वेषां स्वागतम् इति. हा तत् कर्तुं अत्र नमस्कारः न भवति. न सर्वेषां नमामि इति तद् सर्वान् नमामि. हा सर्वान् नमामि. सर्वान् नमामि नमामि तत्र सकर्मक. हा कर्मपदम् कर्मपदम् अस्ति. हा देवं नमामि, देवं नमामि, देवं नमस्करोमि. द्वयमपि तत्र कर्मपदम् अपेक्षितम् अस्ति. अस्तु अस्तु, अग्रे गच्छामः तर्हि. तत्र इदानीं लक्ष्मी भगिनी अग्रे पठति वा? तस्मिन् दिने विरामः आसीत्. हा तस्मिन् दिने, यस्मिन् दिने घटना प्रवृत्ताम् आसीत्. घटना प्रवृत्ता घटना इति पूर्वम् उक्तं खलु, प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः. अतः सः घटनां विवृणोति. तस्मिन् दिने, हा तस्मिन् दिने विरामः आसीत्. विरामः इत्युक्ते तत्र सः पाठशालां न गतवान् इति प्रायशः खलु. किं भगिनि? अध्ययन यस्मिन् दिने अध्ययनं नास्ति. हा सत्यं भगिनि. हा हा हा हा हा समीचीनं भगिनि. हा अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसन्. हा अस्तु, तत्र बहु किमपि अस्ति यस्मिन् वाक्ये. हा तत्र क्रियापदं किम् अस्ति? आसम्. आसम्. हा तत्र अहम् आसम्. अहम् आसम्. हा इदानीं तत्र गच्छन् इति अस्ति. गच्छन् इति किं भवति? गच्छन् इति किं भवति? शतन्तपदं गच्छन्. गच्छन् इति तत्र विशेषणं भवति अहं पदस्य. अहं गच्छन् आसम् इति. हा आसम्. कुत्र गच्छन् आसम्? तद् न दत्तमस्ति. न दत्तमस्ति कुत्र इति. हा किन्तु हा तत्र कुतः कुतः गच्छन् आसम्? न न न कुतः कुतः इत्युक्ते हा कुतः इत्युक्ते किमर्थम् इति न. स्वगृहतः. स्वगृहतः इति विभक्ति का तत्र? हा पञ्चमी. हा तत्र स्वगृहतः स्वगृहतः तत्र स्वगृहात् स्वगृहात् अथवा स्वगृहतः गच्छन् आसम् किं कर्तुम् दर्शनाय दर्शनार्थम् अथवा दर्शनाय दर्शनाय कस्य दर्शनाय केषाम् अथवा कस्य दर्शनाय सुहृदां दर्शनाय तत्र एकवचनम् अस्ति चेत् किं भवति सुहृदां बहुवचनम् अस्ति एकवचने किं भवति हा सुहृदः दर्शनाय दर्शनाय द्विवचने सुहृदोः सुहृदोः हा भवतः भवतोः भवतां सुहृदः सुहृदोः सुहृदां सुहृदोः दर्शनाय सुहृदां दर्शनाय हा अहं क्रीडितुं गच्छन् आसम् हा सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम् आसम् हा विरामः आसीत् अतः इति गीताञ्जलि भगिनी प्रश्नः अस्ति वा महोदय दिने विरामः इत्युक्ते दिने अवकाशः अस्ति न अस्मिन् दिने विरामः तत्र इत्युक्ते किमपि तत्र पाठशालः नासीत् इति प्रायशः अध्ययनं किमपि कर्तव्यं नासीत् इति अथवा तस्य कृते न जानीमः किन्तु तस्मिन् दिने सः विरामम् अनुभवति स्म सत्यं सत्यं सत्यं हा ते अपि अतः प्रायशः सर्वेषां कृते सत्यं भगिनि हा धन्यवादः सत्यं हा प्रायशः रविवासरः इति चिन्तयामः अस्तु अस्तु लक्ष्मी भगिनी अग्रे पठतु भगिनि सहितः तीरेण गच्छतः मम मनसि कञ्चित् कालं सरिदि करामि हा एकनिमिषं भगिनि तत्र एतत् कुर्मः अस्तु तत्र उत्पन्नः इति तावत् पठतु भगिनि उत्पन्नः इति तावत् पठतु तदनन्तरं सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः हा अस्तु विचारः उत्पन्नः हा तत्र विचारः उत्पन्नः तत्र उत्पन्नः अपि तत्र विचारः उत्पन्नः आसीत् इति विशेषणविशेषभावः विचारः हा विचारः उत्पन्नः अतः उत्पन्नः इति पुल्लिङ्गे तत्र चिन्तनम् आसीत् चेत् चिन्तनम् उत्पन्नम् इति भवति अतः तत्र आसीत् इति क्रियापदं प्रायशः अस्ति इति विचारः उत्पन्नः आसीत् कीदृशविचारः किं विचार अथवा कः विचारः उत्पन्नः इत्युक्ते सः वदति किं कञ्चित् तद् अग्रे कुर्मः भगिनि तत्र कञ्चित् कालम् इति हा तद् वाक्यं प्रथमतया कुर्मः कञ्चित् कालं सरिति तत्र तरामि इति तरामि इति क्रियापदम् तरामि इत्युक्ते सर्वे जानन्ति खलु तत्र तरामि कर्तृपदं किं हा कर्तृपदं किम् अत्र न कर्तृपदं अहं तरामि अहं तरामि इति उत्तमपुरुषे एकवचनम् अहम् इति अहं तरामि कुत्र तरामि सरिति सरित् शब्दस्य सरिति सप्तमी सरिति सरितोः सरित्सु इति रूपं भवति सप्तमी विभक्तिरूपं सरिति सरित् इति स्त्रीलिङ्ग तकारान्तस्त्रीलिङ्गपदं सरिति तरामि कञ्चित् कालम् इत्युक्ते कञ्चित् कालं सरिति तरामि कालम् इति कीदृशपदं कालः इति पुल्लिङ्गपदं समयः कालः कालं कः कालः कं कालं कञ्चित् कालम्, किञ्चित् इति तत्र नपुंसकलिङ्गे किञ्चित् इति रूपं, कालः पुल्लिङ्गे अस्ति इति कृत्वा तत्र कञ्चित् इति, कञ्चित् कालम्. अतः तत्र स्त्रीलिङ्गे किं भवति, नदीम् इति अस्ति चेत् काञ्चित् नदीम् इति भवति, काम् इति भवति, अत्र कन् इति. अस्तु, कञ्चित् कालं सरिति अहं तरामि इति सः चिन्तयति. तदनन्तरं सुहृदां दर्शनाय गच्छामि. सुहृदम् इति पूर्वं दृष्टवन्तः, तत्र षष्टि षष्टि बहुवचनं, दर्शनाय गच्छामि. यत् पूर्वमासीत् तदेव अत्र अपि अस्ति खलु. तदनन्तरं सुहृदां दर्शनाय गच्छामि इति अस्तु. अतः तत् सर्वं कृतम् इदानीं. किं भगिनि इति विचारः उत्पन्नः, कुत्र उत्पन्नः विचारः? मनसि उत्पन्नः. मम मनसि एषः विचारः उत्पन्नः. इदानीं तत्र तस्य पूर्वं किम् अस्ति, सरितः तीरेण गच्छतः मम इति. तत्र सरितः इति कीदृशपदं, तत् विभक्तिका, तत्र षष्टिविभक्ति. हा, सरितः तीरेण, तीरेण इति तीरं, तीरेण तीरेण, तत्र मार्गेण इति यत् वदामः तादृश तीरेण गच्छतः मम इति अस्ति. तत्र गच्छतः इति किमर्थं स्थूलक्षरैः लिखितम् अस्ति तत्र? हा, षष्टिविभक्ति अस्ति. हा, तत्र किमर्थं षष्टि अस्ति तत्र? हा, तत्र सरितः तीरेण भिन्नम् अस्ति, गच्छतः भिन्नम् अस्ति. तत्र पूर्वं किम् आसीत्, पूर्वस्मिन् वाक्ये किम् आसीत् भगिनि? तत्र अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्. अहं गच्छन् इति पदस्य षष्टिविभक्तिरूपं किमस्ति? गच्छतः मम, इति तावत् तदेव अत्र अस्ति. अहं गच्छन् गच्छतः मम, गच्छतः अथवा गच्छतः मम मनसि. अहं गच्छन् अस्मि मम मनसि, गच्छतः मम मनसि एषः विचारः उत्पन्नः इति. समीचीनं वा भगिनि? अस्तु, अग्रे गीताञ्जलि भगिनि करोति वा? आं महोदय, प्रयत्न एव करोमि महोदय. अस्तु अस्तु भगिनि, हा अस्तु. तरणार्थम् इति उद्युक्तः अहं किञ्चिदग्रे कस्यचित् तरोः अधः कानिचन वस्त्राणि दृष्टवान्. तत्र तरणार्थं, इत्युक्ते किमर्थम् इत्युक्ते तरणार्थं, तरणम् इत्युक्ते तत्र सः सरिति तरामि इति तस्य इच्छा आसीत, अतः तरणार्थम् उद्युक्तः, उत्साहितः सः, तस्य उत्साहः आसीत, उद्युक्तः तरणार्थं, तरणार्थम् उद्युक्तः. इत्युक्ते उत्साहः अस्ति इति. किन्तु उद्युक्तः अत्र तु विशेषणपदमस्ति. विशेषणमस्ति अहं पदस्य. अहं पदस्य, अस्तु महोदय. अहम् उद्युक्तः. अहम् उद्युक्तः दृष्टवान्. अहम् उद्युक्तः तरणार्थम् उद्युक्तः अहम् इति. अहं दृष्टवान्. समीचीनं भगिनि, अहं दृष्टवान् इति इदानीम्. अस्तु, किं दृष्टवान्? अहं कानिचन वस्त्राणि दृष्टवान् कानिचन वस्त्राणि दृष्टवान् कानिचन वस्त्राणि इति कर्मपदं भवति दृष्टवान् इति अस्तु इदानीं कुत्र कुत्र इत्युक्ते तरोः अधः हा अधः तरोः अधः तरोः इति पदस्य विभक्ति का तरोः तु प्रातिपदिकं किं तरोः तरु इति वृक्षः वृक्षः वृक्षः तरुः इत्युक्ते वृक्षः गुरोः हा गुरोः षष्ठी एकवचनं समीचीनं भगिनि अपि तत्र षष्ठी इति तस्य पूर्वपदं पश्यामश्चेत् सुलभतया अवगन्तुं शक्नुमः कस्यचित् तरोः कस्य योगः चित् कस्य तरोः कस्यचित् तरोः अतः षष्ठी विभक्ति इति कस्यचित् तरोः अधः अधः तु अव्ययपदं हा कस्य अधः तरोः अधः तरोः अधः कानिचन वस्त्राणि दृष्टवान् किञ्चित् किञ्चिदग्रे कस्यचित् तरोः अधः कानिचन वस्त्राणि दृष्टवान् हा अग्रे अहं परितः अवलोकितवान् अहम् अवलोकितवान् तु तव तु अपि अहम् इति कर्तृपदं परितः तु अव्ययपदम् इत्युक्ते सर्वे दिशाः तत्र किन्तु भगिनि समीचीनमेव किन्तु दिश् इति पदं हलन्तपदम् अस्ति स्त्रीलिङ्गपदम् अस्ति अतः सर्वासु दिक्षु सर्वासु दिक्षु सर्वासु दिक्षु अहं दृष्टवान् सर्वासु दिक्षु अहं दृष्टवान् कोऽपि अस्ति वा कस्य वस्त्राणि एतानि इति अहं सर्वासु दिक्षु अहं दृष्टवान् अहं परितः अवलोकितवान् किन्तु किं अभवत् परन्तु न कोऽपि तत्र आसीत् हा तत्र न कोऽपि कः अपि कः अपि न कोऽपि हा न कः अपि तत्र आसीत् न कोऽपि तत्र आसीत् अतः न कः अपि सर्वत्र आसीत् किमर्थं परितः तत्र आसीत् कः इत्युक्ते कोऽपि नास्ति कोऽपि वदति वा इति तत्र पुरुषः एव भवितव्यम् इति नास्ति भगिनि तत्र कोऽपि अस्ति वा तत्र महिला वा पुरुषः वा कोऽपि अस्ति वा इति एव प्रश्नरूपं भवति आमां महोदय मम प्रश्नः तु तत्र इत्युक्ते कुत्र इत्युक्ते परितः न अहं परितः अवलोकितवान् इत्युक्ते तत्र एव परितः हा हा किन्तु तत्र इदानीं सः इदानीं तु सः तरोः अधोभागे सः नास्ति खलु इदानीं सः या घटना अभवत् तस्याः विषये सः वदन् अस्ति खलु हा अतः सः वदति तत्र इति प्रश्नः तदेव अस्ति खलु किमर्थं तत्र अथवा किमर्थम् अत्र इति न इति खलु प्रश्नः न मम प्रश्नः तु न मम इति वाक्यं समीचीनं महोदय परन्तु न कोऽपि परितः आसीत् इति अपि समीचीनं महोदय तदपि समीचीनमेव न कोऽपि परितः आसीत् इति हा किन्तु तत्र परितः प्रायशः न भगिनि चिन्तयामः तत्र मम परितः कोऽपि नासीत् इति प्रायशः समीचीनं नास्ति परितः इत्युक्ते सर्वासु दिक्षु कोऽपि अस्ति इति भवति तत्र न केवलम् एकः एकः कोऽपि अस्ति चेत् वयं न वक्तुं शक्नुमः तत्र परितः जनाः सन्ति इति. तत्र एव समीचीनम् अस्ति अत्र. तत्र तत्र गृहस्य परित गृहं परितः वृक्षाः सन्ति इति वदामः. केवलम् एकः एव वृक्षः अस्ति चेत् गृहस्य पार्श्वे वयं न वक्तुं शक्नुमः गृहं परितः वृक्षः अस्ति इति न वक्तुं शक्नुमः. ओ अस्तु अस्तु. कोऽपि कः अपि कः इति एकवचन अस्ति चेत्. हा एकवचने अस्ति, एकवचने अस्ति. अतः अतः परितः इति न वक्तुं शक्नुमः. अस्तु तावत्. अस्तु तावत् पर्यन्तम् अद्य कृतवन्तः. अग्रे पुनरपि इति आरभ्य अग्रिमवर्गे कुर्मः. किन्तु समीचीनमस्ति हलन्तपदानां परिचयः पञ्चमी षष्टि सप्तमी विभक्ति रूपाणां परिचयः तु जातः. अग्रे अपि कथां समापयित्वा तत्र अभ्यासमपि कुर्मः अग्रिमवर्गे. अस्तु तर्हि परितः इति अव्ययम् अस्ति. परितः इति अव्ययम् अस्ति किन्तु नियमः अस्ति तस्य परितः पूर्वं तत्र द्वितीयविभक्तिरूपम् इति मन्ये. तं परितः द्वितीयविभक्ति द्वितीयविभक्ति इति नियमः. पूर्वपदं द्वितीयविभक्ति. गृहं परितः इति कृष्णं परितः गोपिकाः सन्ति इति तादृश प्रयोगः भवति. किन्तु परितः अव्ययम्. अस्तु अस्तु तर्हि विरमाम. अग्रिमवर्गे मिलामः. नमस्कारः सर्वेभ्यः. धन्यवादः. महोदय प्रार्थना नास्ति. ओ हो छये. अस्तु अस्तु महोदय क्षम्यतां. हा हा अस्तु अस्तु महोदय करोतु तत्र. मुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम् नमस्कारः महोदय. धन्यवादः.